सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः। भगिनी स्मारयतु। ॐ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्या विहीनः पशुः। ॐ गुरुभ्यो नमः। धन्यवादाः भगिनी। अस्माकं विषयः पञ्चमी विभक्तिः। तस्मिन् प्रसङ्गे एकोनविंशत्यधिक एकशतं पुटं परिशीलितवन्तः। एकोनविंशत्यधिक एकशतात् पुटात् वाक्यानि चर्चितानि आसन्। अद्य विंशत्यधिक एकशतं पुटं पश्यन्तु। तस्मिन् पुटे एकादशं वाक्यमस्ति। एकादशवाक्यात् आरभ्य पठेम। इतोपि तस्मिन् अभ्यासे अवशिष्टानि षड्वाक्यानि द्रष्टव्यानि सन्ति अथवा इतोपि परिशीलनीयानि। विंशत्यधिक एकशतं पृष्ठं पश्यन्तु। पुटम् इति साधु, पृष्ठम् इत्यपि साधु। पृष्ठम् इति नपुंसकलिङ्गपदमस्ति, पुटं तत्र पुंलिङ्गरूपमपि अस्ति। विषयः तु पञ्चमी विभक्तिः। तदधिकृत्य विंशत्यधिक एकशतं पुटं परिशीलयन्तु। एकादशवाक्यात् आरभ्य पठेम। सुजाता भगिनी भवती एव आरम्भं करोतु। माता मधुनः पिपीलिकां निवारयति। माता मातृ शब्दस्य माता कर्तृपदमस्ति। मधुनः पञ्चमी विभक्ति अस्ति मधुशब्दस्य। पिपीलिकां पिपीलिकां पिपीलिकां द्वितीयविभक्ति अस्ति कर्मपदमस्ति। निवारयति नी उपसर्ग अस्ति। वारयति निजन्तरूपमस्ति वारयति। उत्तमं, साधु उक्तवती। मातृ इति प्रातिपदिकमस्ति, ऋकारान्तप्रातिपदिकं, स्त्रीलिङ्गपदं। माता मातरौ मातरः, मातरं मातरौ मातृः इति रूपाणि भवन्ति द्वितीयापर्यन्तं। मधुशब्दः कीदृशः? मधुशब्दः उकारान्त नपुंसकलिङ्गशब्दः। मधु मधु मधु मधुनि मधुनि। साधु साधु। मधु मधुनि मधूनि, मधु मधुनि मधूनि एवं रूपाणि भवन्ति। नपुंसकलिङ्गपदमस्ति इति कृत्वा द्वितीयापर्यन्तं रूपाणि समानानि भवन्ति। अत्र पञ्चम्यन्तं दत्तमस्ति। पञ्चमी रूपाणि, त्रीणि रूपाणि वदतु। मधुनः मधुभ्यां मधुभ्यः। उत्तमं। निवारयति इत्यत्र नूतनधातुः कः? नी उपसर्ग वारि नूतनधातु सनद्यन्त। वदतु वदतु। वारि सनद्यन्त निजन्तरूपं नूतनधातुः अस्ति। वारि वारि योगः शप् योगः ति वारि शप् योजनेन आकारः अस्ति। वारि इत्यत्र इगन्तधातुः खलु, वारि इत्यत्र इकारः अस्ति। वदतु। इकारः अस्ति, इकार इत्यनेन गुणः भवति, वार्ये भवति। सार्वधातुक अर्धधातुकयोः इत्यनेन भवति मन्ये भगिनि गुणः इगन्तधातुः अतः वारे भवति। वारे योगः ये चो यवायामः इत्यनेन अयादेशः भवति। वारय योगः आयोगः ति वारयति। सुन्दररीत्या उक्तवती। तदेव धातुः नूतनधातुः वारि अस्ति, नामपदमपि वारि अस्ति खलु। आम् आम्। तत्र वारिशब्दस्य रूपाणि वदतु। वारि नाम शब्द वारि वारि वारि वारयः अत्र मम आशयः कः वारि इति धातुः अत्र खलु नूतनधातुः अथवा णिजन्तधातुः णिजन्तधातुः अस्ति इति कारणतः तस्य धातुसंज्ञा सनाद्यन्ता धातवः इति सूत्रेण नूतनधातोः धातुसंज्ञा दीयते इत्युक्ते औपदेशिकधातूनां धातुसंज्ञा भुवादयो धातवः इति सूत्रेण धातुसंज्ञा दीयते किन्तु अत्र वारि इत्यस्य धातुसंज्ञा सनाद्यन्ता धातवः इति सूत्रेण दीयते इति तु साधु किन्तु मम प्रश्नः वारि इति नामपदमपि अस्ति नपुंसकलिङ्गपदं रूपाणि स्मारयतु वारि वारि वारिणि वारीणि वारि वारिणि वारीणि एवं रूपाणि भवन्ति अत्र पिपीलिका इति पदमस्ति पिपीलिका का पिपीलिका यन्त अस्ति संस्कृतभाषायां वक्तुमिच्छामश्चेत् कीटविशेषः इति वक्तुं शक्यते कीटविशेषः a kind of bug pipilika iti strilinga padam asti tatra maya kim drushtam ichukte pila iti dhatuh asti pila dhatutah ṇuval yojanena pilaka iti rupam siddhyati kintu strilinge tap iti pratyayam yojayamaschet pilika iti rupam bhavati kintu tasmat purva itopi karyam asti bhavati janati chet close ityasmin arthe pidadhati iti ekam padam asti द्वारं पिदधामि तादृशं पदं पश्यामश्चेत् तत्रापि अपि दधाति इति रूपमस्ति आदौ यः अकारः अस्ति तस्य लोपः भवति विशिष्टसूत्रेण तत्र अपि दधाति इति रूपं भवति स्म किन्तु अकारस्य लोपं कृत्वा पिदधाति इति रूपमेव तत्र सिद्ध्यति एवमेव अत्रापि कार्यमस्ति इति मम चिन्तनं पिपीलिका इति कीटविशेषः अग्रे सरतु द्वादशवाक्यं भवने भगिनि देवः दुर्गत्याः अस्मान् देवः पुल्लिङ्ग कर्तृपदमस्ति देवशब्दस्य दुर्गत्याः पञ्चमी विभक्ति अस्ति दुर्गति इति पदस् इति शब्दस्य दुर्गत्याः दुर्गत्याभ्यां दुर्गत्यभ्यः अस्मान् अस्मत् शब्दस्य द्वितीया विभक्ति अस्मान् अस्ति रक्षति रक्षधातुतः तिगन्तपदं रक्षति उत्तमं भगिनी साधु साधु अस्मान् इति अस्मत् शब्दस्य द्वितीया बहुवचनरूपं कर्मपदम् अस्ति दुर्गतिः तस्मिन् प्रसङ्गे भवती यद् जानाति वदतु इत्युक्ते किं भगिनि दुर्गतिः सूर्यकुमारी भगिनी भवती यद् जानाति तद् वदतु दुर्गतिः इत्यत्र कीदृशानि कार्याणि सन्ति दुर्गतिः इकारान्तपुल्लिङ्गपदं न तत्र गतिः इति पदं गम् धातुतः क्तिन् प्रत्ययस्य योजनेन गतिः इति रूपं भवति गतिः मतिः दुर्गतिः इत्यादीनि पदानि क्तिन् प्रत्ययः कित् प्रत्ययः अस्ति यथा क्ता प्रत्ययः क्तवत् प्रत्ययः एवमेव क्तिन् अपि कित् प्रत्ययः अस्ति गम् धातुतः गतिः इति रूपं सिद्ध्यति तत्र मकारलोपः अनुनासिकलोपः विशिष्टसूत्रेण भवति इति कारणतः गम् धातुतः गतिः मन् धातुतः मतिः एवं रूपाणि भवन्ति दुर्गतिः इति कथनेन सुन्दरमहोदय समासः कः वदतु गतिः दुर् इति उपसर्गपूर्वक गतिः इति गतिः दुर्गतिः दुःखेन गन्तुं योग्यम् इति दुर्गम्यम् ओके दुर्योगे दुर् उपसर्गपूर्वक गतिः इत्येव समासः भवति इति मन्ये दुर् उपसर्गः अस्ति इति ज्ञातव्यं दुर्गतिः इत्यत्र दुष्टा गतिः इति विग्रहवाक्यं वक्तुं शक्यते गतिः इति स्त्रीलिङ्गपदमस्ति इति कारणतः दुष्टा गतिः दुष्टा च गतिः च उत्तमम् दुष्टा च असौ गतिः च अत्र विशेषणपूर्वपदकर्मधारे समासः नास्ति किमर्थमित्युक्ते दुर् इति द्वाविंशति उपसर्गेषु प्रादिषु अन्यतमः इत्युक्ते द्वाविंशति प्रादयः सन्ति समस्तपदस्य आदौ अस्ति चेत् प्रादिसमासः भवति यथा सुजनः दुर्जनः एवं तत्र किं भवति तत्पुरुषसमासस्य प्रसङ्गे नञ् प्रभृतयः इति एकः भागः अस्ति नञ् प्रभृतयः नञ् प्रभृतयः इत्यादिषु नञ्समासः प्रादिसमासः गतिसमासः कुसमासः इत्यादयः सन्ति पञ्चप्रभेदाः सन्ति नञ् प्रभृतिषु दे बिलाङ्ग् टु ए सेपरेट् केटगिरि नञ् प्रभृतयः तत्र प्रादिसमासः नाम्ना एकः समासः अस्ति उपसर्गसंज्ञा कदा भवति धातूनां योगे एव तेषाम् उपसर्गसंज्ञा भवति प्रादयः इति एव वक्तव्यमस्ति किन्तु धातूनां योगे तु तेषां नाम उपसर्गाः इति वदामः धातोः पूर्वमस्ति चेदेव तेषां नाम उपसर्गः प्रादीनाम् एव अन्यसंज्ञा दीयते धातुना तेषां प्रयोगः भवति चेत् आदौ तेषां नाम अस्ति प्रादयः प्रादिषु अन्यतमः अस्ति इति कारणतः अत्र प्रादिसमासः इति वक्तुं शक्यते अत्र रक्षति इति पदमस्ति रक्षति इति पदमस्ति इति कारणतः अत्र पञ्चमीविभक्तिः भवति अत्र कारकविषयः अस्ति यदा रक्षणं भवति तदा यस्मात् रक्षणं प्राप्यते तस्य पञ्चमीविभक्तिः भवति यदा कदापि रक्षणं भवति चेत् यस्मात् रक्षणं प्राप्यते तस्य पञ्चमीविभक्तिः भवति अन्यानि वाक्यानि कानिचन वाक्यानि अहं वदामि देवः अपायात् मां रक्षति विष्णुः मकरात् गजेन्द्रं रक्षितवान् कृष्णः कौरवेभ्यः पाण्डवान् रक्षितवान् कः रक्षितवान् कस्मात् रक्षितवान् इति विषयद्वयमस्ति अन्यद्वाक्यम् आरक्षकाः चोरेभ्यः जनान् रक्षन्ति इत्यादिषु वाक्येषु तत्र अपादानसंज्ञा अपादाने पञ्चमी इति सूत्रमस्ति तेन सूत्रेण पञ्चमी अपादाने अपादानसंज्ञा दीयते इत्युक्ते व्याकरणे काचन संज्ञाः सन्ति तेषु अपादानसंज्ञा एका संज्ञा अस्ति किन्तु अत्र अपादानसंज्ञा केन सूत्रेण दीयते इत्युक्ते भीत्रार्थानां भयहेतुः इति एकं सूत्रमस्ति भीत्रार्थानां भयहेतुः तेन सूत्रेण अपादानसंज्ञा भवति तदर्थमेव अत्र पञ्चमीविभक्तिः भवति इत्युक्ते भयार्थानां त्राणार्थानां प्रयोगे भयहेतोः अपादानं स्यात् इति अर्थः अस्ति तस्मात् व्याघ्रात् भीतिः तादृशं वक्तुं शक्यते किल उत्तमं व्याघ्रात् बिभेति व्याघ्रात् बिभेति इति वाक्यमस्ति चेत् तत्र भयहेतोः कारणमस्ति व्याघ्रः अतः तस्य अपादानसंज्ञा भवति भयहेतुः व्याघ्रः अस्ति किन्तु अस्मिन् वाक्ये भयहेतुः कः दुर्गतिः उत्तमं दुर्गत्या हेतुना देवः आत्मानं रक्षति देवः इति पदस्य प्रसङ्गे किञ्चित् वदतु दिव् धातोः शै प्रत्ययः लिखितः शै नास्ति एकः भिन्नप्रत्ययः अस्ति किन्तु धातुः तु दिव् धातुः भवन्तः सर्वे दृष्टवन्तः खलु दिव् धातोः बहवः अर्थाः सन्ति दिव् धातुतः अच् इति मया दृष्टम् अच् प्रत्ययस्य योजनेन देवः इति पदं सिद्ध्यति देवः पदं भिन्नं दैवम् इति पदं भिन्नम् अस्ति देवः इति पुंसि अस्ति दैवम् इति नपुंसकलिङ्गपदम् अस्ति दैवं कथं साधितं देवस्य भवः दैवं देवस्य इदम् एव दैवं तत्र तद्धितप्रत्ययान्तपदम् अस्ति देवाः इत्युक्ते सुराः ये देवाः न सन्ति ते असुराः असुराः इत्यत्र नञ्समासः अस्ति दिव् धातोः लटीरूपं किं महोदय दिव् धातोः दीव्यति दीव्यति इति अनन्तरम् अर्थं तत् क्रीडा अस्ति किल दीव्यति इति बहवः अर्थाः सन्ति दिव् धातोः प्रसङ्गे के के अर्थाः दीयन्ते? क्रीडा विजिगीषा व्यवहार द्युतिस्तुति मोद मद स्वप्नकान्तिगतिषु इति लिखितमस्ति. इत्युक्ते बहवः अर्थाः सन्ति दिवधातोः. तस्य लटीरूपं दीव्यति अस्ति, दिवादिगणीयधातुः अस्ति इति कारणतः शन आयाति, अपि च हलि च इति सूत्रेण दीर्घत्वं भवति. दिवधातुः वकारान्तधातुः इति कारणतः तत्र हलि च सूत्रस्य निमित्तानि पूरितानि सन्ति. इर्वोः हलि च इति पूर्णं सूत्रं किल? न न, केवलं हलि च. हलि च सूत्रेण दिव् दीव् भवति. हलि च सूत्रस्य प्रसङ्गे कानिचन विशेषनिमित्तानि आवश्यकानि, निमित्तानि आवश्यकानि सूत्रस्य कार्यार्थम्. अग्रे सरेम सुजाता भगिनी, अग्रे पठतु. धातुः विशिष्टधातुः भवेत् इत्युक्ते रेफवकारान्तधातुः अस्ति चेत्, तत्र उपधायाम् एकवर्णः अस्ति चेत्, दिव् इत्यत्र वकारान्तधातुः अस्ति, वकारान्तधातोः उपधायां ह्रस्व इकारः अस्ति, हल् वर्णे परे दीर्घादेशः भवति. इत्युक्ते त्रीणि निमित्तानि पूरितानि सन्ति चेदेव हलिचसूत्रेण दीर्घत्वं भवति. हलिचसूत्रं यद्यपि लघु दृश्यते, तथापि तत्र अनुवृत्त्यां कानि कानि पदानि सन्ति इति द्रष्टव्यम्. इत्युक्ते व्याकरणे सूत्राणि लघु भवन्ति, किन्तु तत्र अनुवृत्तिसहितसूत्रं किम् इति द्रष्टव्यम्. कानि कानि पदानि तस्मिन् सूत्रे अनुवृत्तानि भवन्ति इति द्रष्टव्यम्. बहूनि पदानि पूर्वसूत्रात् अनुवृत्तानि भवन्ति हलिच इत्यस्मिन् सूत्रे. हलिच सूत्रेण एव तत्र दीर्घत्वं भवति. सुजाता भगिनी करोतु. काकस्य चिञ्च्वा अपूहं पतति. पुनः पठतु. काकस्य चञ्च्वाः अपूपं पतति. काकस्य, काकः शब्दस्य षष्ठी विभक्ति भवति. काकस्य चञ्चुः इति पदमस्ति इति कारणतः चञ्च्वाः पञ्चमी विभक्ति भवति. अपूपं, अपूपं द्वितीया विभक्ति अस्ति. पतति, पत् पत् धातुः अस्ति, तिङन्तपदं पतति भवति. चञ्चुः इत्युक्ते पक्षिणाम् ओष्ठः, पक्षिणाम् ओष्ठौ इति वक्तव्यं भवति. जानति खलु चञ्चुः इत्युक्ते बीक्, बीक् इति वदामः पक्षिणाम् ओष्ठौ. मया किं पठितम् इत्युक्ते चञ्चति अथवा गृह्णाति भक्ष्यम् अनया इति चञ्चुः. चञ्चति अथवा प्राप्नोति अथवा गृह्णाति भक्ष्यम् अनया इति चञ्चुः. चञ्च्वाः इति रूपं दत्तमस्ति. अपूपः इति तु पुंलिङ्गपदमेव. अपूपः इत्युक्ते गोधूमादिचूर्णपिष्ठकम्, एकं भक्ष्यमेव. अपूपः इत्युक्ते गोधूमादिचूर्णपिष्ठकं, मधुरखाद्यं. मधुरखाद्यं स्वीट्, ओके. बादुशा केक् दत्तं भगिनि. किमपि उकारान्तस्त्रीलिङ्गपदमस्ति चेत् तत्र विकल्पेन रूपद्वयं सिद्ध्यति. धेनुः अस्ति चेत् धेन्वाः इति एकं रूपमस्ति, धेनोः इति अन्यद् रूपमस्ति. तदर्थमपि सूत्राणि सन्ति, किन्तु अस्य पदस्य लिङ्गं किम् इति द्रष्टव्यम्. कोऽपि वदतु पदस्य लिङ्गं किम्? किं पदं भगिनि? चञ्चु. पुल्लिङ्गम् स्त्रीलिङ्गपदमस्ति. चञ्चुः इति स्त्रीलिङ्गपदमस्ति. स्त्रीलिङ्गपदमस्ति इति कारणतः चञ्च्वाः इति एकं रूपमस्ति, चञ्चोः इति रूपमपि साधु. धेनुशब्दवत् धेनुशब्दस्य रूपाणि धेन्वाः इति एकं रूपं, धेनोः इति अन्यद् रूपमस्ति. विकल्पेन तत्र रूपद्वयं सिद्ध्यति. इकारान्तस्त्रीलिङ्गपदेषु, उकारान्तस्त्रीलिङ्गपदेषु रूपद्वयं विकल्पेन सिद्ध्यति. तत्र कारणमस्ति, नदी इति एका संज्ञा अस्ति. इत्युक्ते व्याकरणशास्त्रे काचन संज्ञाः दीयन्ते. नदी इति एका संज्ञा अस्ति. ह्रस्व इकारान्त, ह्रस्व उकारान्तपदानां नदीसंज्ञा अस्ति चेत् एकं रूपं, नदीसंज्ञायाः अभावे अन्यद् रूपं सिद्ध्यति. तदर्थं सूत्राणि सन्ति. घिसंज्ञा इति एका संज्ञा अस्ति, तत्र नदीसंज्ञा नास्ति चेत् घिसंज्ञा भवति. इत्युक्ते एकस्मिन् समये एकस्य पदस्य एका एव संज्ञा भवतु इति व्याकरणे सूत्रमस्ति. आकडारादेका संज्ञा इति सूत्रम्. आकडारादेका संज्ञा इति सूत्रस्य अधिकारे सूत्राणि सन्ति चेत् तत्र एकस्मिन् समये एकस्य शब्दस्य एका एव संज्ञा भवतु इति तत्र नियमः अस्ति. ह्रस्व इकारान्तस्त्रीलिङ्गपदानां प्रसङ्गे, ह्रस्व उकारान्तस्त्रीलिङ्गपदानां प्रसङ्गे नदीसंज्ञा नास्ति चेत् तस्य घिसंज्ञा भवति. नदीसंज्ञा विकल्पेन भवति, एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न भवति. नदीसंज्ञा न भवति चेत् भिन्नं रूपं तत्र सिद्ध्यति. नदीसंज्ञा दीर्घ इकारः नदी नदी नदी इति व्याकरणे एका संज्ञा अस्ति. यथा सर्वनामस्थानसंज्ञा इत्युक्ते पुंलिङ्गपदानां प्रसङ्गे प्रथमाविभक्ति एकवचनं द्विवचनं बहुवचनं, द्वितीयाविभक्तौ एकवचन द्विवचनपर्यन्तं प्रथमपञ्चस्थानानि सर्वनामस्थानसंज्ञा दीयते तेषां कृते. एवमेव नदी इति अपि एका संज्ञा अस्ति. नदीसंज्ञा एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न भवति. अतः स्त्रीलिङ्ग ह्रस्व इकारान्त ह्रस्व उकारान्तरूपेषु रूपद्वयं सिद्ध्यति. तेन अत्र पञ्चमी विभक्ति एकवचनरूपं चञ्च्वाः इति दत्तमस्ति. चञ्चोः इति रूपमपि साधु एव. अपूपः इति पदमस्ति खलु, तत्र नैसमासः भवितुम् अर्हति वा? न इति मन्ये. न पूयते न विशीर्यति इति अपूपः. न पूयते इति वदामि चेत् किं भवति महोदय? न पूयते इति नित्यं भवति, विशीर्यते नित्यं तादृशमेव भवति. न doesn't get destroyed इति मन्ये. तादृशमेव न पूयते इति अपूपः इति वक्तुं शक्यते. अग्रे सरेम. सूर्यकुमारी भगिनी भवती पठतु. धेनुभ्यः क्षीरं प्राप्नुवन्ति जनाः बहु प्रथमाविभक्त बहुवचनं धेनुभ्यः पञ्चमी बहुवचनं क्षीरं कर्म द्वितीय एकवचनं प्राप्नुवन्ति प्रायोगः आप्योगः प्राप्नुवन्ति लट्लकार बहुवचनं. उत्तमं. जन् धातोः रूपमेव जनः खलु? आ भगिनि, जन् धातोः लटीरूपं वदतु. जायते. उत्तमं. ज्ञाजनोर्जा इति सूत्रेण जन् धातोः रूपं जायते इति भवति. धेनुः, धेनोः विशिष्ट अर्थः अस्ति. नवप्रसूतिका गौः एव धेनुः. नवप्रसूता गौः, नवप्रसूतिका गौः, सवत्सा गौः, सवत्सा गौः एव धेनुः. वत्सैः पीयमानात् क्षीरात् तस्याः नाम धेनुः. धीयते वत्सैः इति धेनुः इति उक्तमस्ति. क्षीरम् इति नपुंसकलिङ्गपदमस्ति. क्षीरम् इत्यस्य स्थाने दुग्धम् इति अपि साधु, पयः इति अपि साधु. दुग्धं क्षीरं पयः इमानि त्रीणि पदानि नपुंसकलिङ्गपदानि, किन्तु प्रातिपदिकं भिन्नमस्ति. क्षीर इत्यत्र अकारान्तप्रातिपदिकं, दुग्ध अकारान्तप्रातिपदिकं, पयः इत्यत्र सकारान्तप्रातिपदिकं. पयः, पयसि, पयांसि एवं रूपाणि भवन्ति पर्यायवाचिनः शब्दाः. एकः सन्देहः अस्ति भगिनि, क्षीरम् इति किमर्थम् एकवचने दत्तम्? अत्र क्षीराणि भवितव्यं किल? अनावश्यकं. जलम् इव, जलम् इव, तदेव क्षीरं, क्षीरे क्षीराणि. वदतु. नित्यबहुवचनान्तशब्दः अयं नास्ति. क्षीरम् इति अकारान्तप्रातिपदिकम् अस्ति. क्षीरं, क्षीरे, क्षीराणि इति रूपाणि सन्ति, किन्तु आपः, आपः इति पदमस्ति. तत् पदं नित्यबहुवचनान्तशब्दः. यदा मन्त्रपुष्पं शृणुमः तत्र अपां पुष्पम् इति, अपाम् इति षष्टिविभक्ति बहुवचनरूपमस्ति. आपः इति पदं नित्य बहुवचनान्तशब्दः. तस्य एकवचनरूपाणि द्विवचनरूपाणि सप्तसु विभक्तिषु न सन्ति. प्राप्नुवन्ति इत्यत्र प्रावुपसर्गपूर्वकः आप् धातुः अस्ति. तत्र अन्ति इति सिद्धप्रत्ययः अस्ति. भवती जानाति खलु बहुवचने अन्ति इति सिद्धप्रत्ययः, झि स्थाने झोन्तः सूत्रेण अन्तादेशः भवति, पश्चात् ई योजनेन अन्ति इति सिद्धप्रत्ययः अस्ति. वदतु अत्र इतोपि किं भवति? न अवगतं भगिनि. अन्त अन्त भवति, तदनन्तरं ति योजनेन अन्ति भवति. आप्नुवन्ति इत्यत्र आप्नु आप्नुयोगः अन्ति. आप् धातुः स्वादिगणे अस्ति. ओके, स्वादिगणे अस्ति. नु स्वादिगणे स्नु अस्ति. स्नु अस्ति चेत् उकार स्नु नु अस्ति. नु आदेश नु आप्योगः स्नु नु योगः अन्ति. आप्नु युवोरनाको युवोरनाको सूत्रं तस्य प्रसक्तिः नास्ति एव. युवोरनाको इति सूत्रं णुवल् प्रत्ययस्य रूपसाधनवेलायां, ल्युट् प्रत्ययस्य रूपसाधनवेलायां तस्य कार्यमस्ति. अत्र पश्यन्तु, आप् इति धातुः अस्ति. आप् धातुः स्वादिगणे अस्ति. स्वादिगणे अस्ति इति कारणतः स्वादिभ्यः श्नुः इति सूत्रेण श्नु विकरणप्रत्ययः आयाति. श्नु विकरणप्रत्यये अनुबन्धलोपे सति नु अवशिष्यते. आप् योगः नु योगः, तत्र सिद्धप्रत्ययः अन्ति अस्ति. आप् योगः नु योगः अन्ति इति रूपम् अस्ति. तत्र एकं विशिष्टं सूत्रं कार्यं करोति, अजिष्णुधातुभ्रुवां युवोरियङ् उवङ्गौ इति सूत्रम्. अजिष्णुधातुभ्रुवाम् इति लिखितम् अस्ति. श्नु विकरणप्रत्यययुक्त अङ्गं यत्र अस्ति तत्र उवङ् आदेशः भवति इति अचिष्णुधातुभ्रुवां युवोरियङ् उवङ्गौ इति सूत्रेण उवङ् आदेशः भवति इति कृत्वा उवङ् इति कथनेन तत्र ञकारः इत्संज्ञकः अस्ति, अकारः उच्चारणार्थः अस्ति, उव् एव अवशिष्यते. उवङ् आदेशः केवलम् उकारस्य स्थाने एव भवति. नु इत्यत्र नकारः च उकारः अपि अस्ति. तत्र वर्णद्वयम् अस्ति. नु इति श्नु प्रत्यययुक्त अङ्गम् अस्ति. नु इत्यत्र अनुबन्धलोपे सति श्नु इत्यस्य भागः नु अस्ति. तत्र उकारस्य स्थाने उवङ् आदेशः भवति. उवङ् इत्यत्र ञकारः इति संज्ञकः अस्ति, अकारः उच्चारणार्थः, तेन उव् आदेशः भवति वर्णमेलनेन. आप् योगः अतोगुणे नास्ति अत्र. आप् योगः नु इत्यत्र उकारस्य स्थाने उव् आदेशः भवति इति कृत्वा आप् योगः नकारः योगः उव् योगः अन्ति. अन्ततो गत्वा सर्वेषां वर्णानां मेलनेन आप्नुवन्ति. प्रा उपसर्गपूर्वकः अस्ति इति कारणतः प्राप्नुवन्ति इति रूपं सिध्यति. अग्रे सरतु. सः मातुः अनुग्रहं प्राप्नोति. सः प्रथमविभक्ति एकवचनं, मातुः पञ्चमी एकवचनं, अनुग्रहं द्वितीय एकवचनं, प्राप्नोति प्रायोगः आप्योगः आप् धातुः श्नु विकरणप्रत्ययः आयाति खलु. आप्नोति वदतु. प्राप्नोति आप्योगः स्नु योगः थि सार्वधातुक अर्धधातुकयोः इत्यनेन स्नु स्नो भवति. स्नो योगः ति स्नोति प्राप्नोति. कथं वक्तव्यम्? आप्नु इति अङ्गं भवति. कस्य कृते? तिङ् प्रत्ययस्य कृते. तिप् प्रत्ययस्य कृते अङ्गम् अस्ति आप्नु. आप् धातुः इगन्तधातुः नास्ति इति कारणतः तत्र किमपि श्नु प्रत्ययं निमित्तीकृत्य अङ्गकार्यं किमपि नास्ति. आप् धातुः इगन्तः नास्ति, इगुपधः नास्ति, तस्मात् परं श्नु विकरणप्रत्ययः अस्ति. श्नु इत्यस्मिन् पित्वं नास्ति इत्यतः श्नु विकरणप्रत्ययं निमित्तीकृत्य आप् इति धातुरूपी अङ्गे किमपि कार्यं नास्ति, अङ्गकार्यं नास्ति. किन्तु तिङ् प्रत्ययं निमित्तीकृत्य सार्वधातुकार्धधातुकयोः कार्यम् अस्ति इति कृत्वा गुणकार्यं भूत्वा नु इत्यस्य रूपं नो भवति. आप्नोति इति रूपम् अस्ति. आप् धातुः स्वादिगणीयः, स्वादिभ्यः श्नुः, माता इति पदं ऋकारान्तपदमस्ति इति कारणतः अत्र एकमेव रूपं सिद्ध्यति, मातुः इति रूपमेव सिद्ध्यति, ऋकारान्तप्रातिपदिकमस्ति. सुबन्तप्रक्रियायाम् अन्तिमवर्णम् अनुसृत्य कार्याणि भवन्ति. शब्दस्य अन्तिमवर्णम् आश्रित्य स्त्रीलिङ्गरूपेषु विशिष्टानि कार्याणि, पुंलिङ्गरूपेषु विशिष्टानि कार्याणि, नपुंसकलिङ्गरूपेषु अन्यानि कार्याणि, अन्यानि सूत्राणि प्रवर्तनीयानि. अग्रे सरतु. अत्र मातुः इति षष्टि विभक्ति अपि भवितुम् अर्हति किल? मातुः इति पञ्चमी एकवचनं, षष्टि एकवचनमपि सन्दर्भम् अनुसृत्य. अनुग्रहः इति पदमस्ति. अनुग्रहः इति पुंलिङ्गपदम्. अनुग्रहः तस्मिन् स्थाने प्रसादः इति रूपमपि वक्तुं शक्यते. वदतु. सर्वे मातृभ्यः आशीर्वादं प्राप्नुवन्ति. मातृभ्यः पञ्चमी बहुवचनम्, आशीर्वादं द्वितीय एकवचनं, प्राप्नुवन्ति बहुवचनं लट्लकाररूपं, प्राप्नुवन्ति प्रायोगः आपयोगः, स्नु विकरणप्रत्ययः. अन्ति इति सिद्धप्रत्ययः पूर्वमेव चर्चितवन्तः. विकरणप्रत्ययान्त अङ्गस्य उकारस्य स्थाने ऊ अङ्गादेशः भवति. ऊ स्थाने ऊ आदेशः भवति. योगः अन्ति उवन्ति भवति. वर्णमेलनेन अन्ततो गत्वा प्रायोगः आपयोगः. नकारस्य अनन्तरम् उकारः अस्ति, तस्य उकारस्य स्थाने इत्युक्ते श्नु प्रत्ययान्त अङ्गस्य उकारस्य स्थाने उवङ्गादेशः. अचिष्णु धातु ब्रुवां युवरिङ् वङ्गौ सूत्रेण उवङ्गादेशः भूत्वा आप्नुवन्ति इति रूपं सिद्ध्यति प्रावोपसर्गपूर्वकः. प्रश्नवाचकवाक्यं वदतु अस्य कृते. सर्वे मातृभ्यः किं खाद्यः? क्षम्यतां महोदय, अहं न शृणोमि. प्रश्नवाचकवाक्यं किम्? सर्वे कस् काभ्यः आशीर्वादं प्राप्नुवन्ति? उत्तमम्. काभ्यः प्राप्नुवन्ति, किं प्राप्नुवन्ति, किं प्राप्नुवन्ति, के प्राप्नुवन्ति? उत्तमम्. आशिष् शब्दस्य रूपाणि द्वितीयापर्यन्तं वदतु. चिन्ता मास्तु महोदय, भवान् वदतु. किं पृष्टवती? आशिष् शब्दस्य रूपाणि द्वितीयापर्यन्तम्. आशिः, आशिषौ, आशिषः, आशिषम्, आशिषौ, आशीः एव. आशीः, आशिषौ, आशिषः, आशिषम्, आशिषौ, आशिषः. द्वितीय बहुवचनरूपमपि आशिषः. हलन्तशब्दः श्रीशब्दं तादृशं नास्ति किल? श्रीः श्रियौ श्रियः, श्रियं श्रियौ श्रीः अस्ति किल? श्रीशब्दः स्त्रीलिङ्गपदमेव. अग्रे सरेम. आशीर्वादः तस्मिन् स्थाने आशीर्वचनं. वद् धातोः रूपं वादः, वच् धातोः रूपं वचनं, किन्तु समस्तपदमस्ति. अग्रे कानिचन रूपाणि दत्तानि, पञ्चम्यन्तानि रूपाणि त्रिषु वचनेषु त्रिषु लिङ्गेषु कथं भवन्ति इति अस्माकम् अवगमनार्थं कानिचन रूपाणि स्थापितानि सन्ति. भगिनी भवती एव पठतु. वृक्षः वृक्षात् वृक्षाभ्यां वृक्षेभ्यः, वृक्षः एकवचनं प्रथमविभक्ति एकवचनं वृक्षात् पञ्चमी वृक्षाभ्यां पञ्चमी द्विवचनं वृक्षेभ्यः पञ्चमी बहुवचनं अग्रे सरतु शीघ्रं कृष्णः पञ्चमी कृष्णात् एकवचनं कृष्णाभ्यां द्विवचनं कृष्णेभ्यः बहुवचनं पञ्चमी गुणः गुणात् गुणाभ्यां गुणेभ्यः कविः कवेः कविभ्यां कविभ्यः अग्निः अग्नेः अग्निभ्याम् अग्निभ्यः गुरुः गुरोः गुरुभ्यां गुरुभ्यः कर्ता कर्तुः कर्तृभ्यां कर्तृभ्यः शाखा शाखा शाखायाः शाखाभ्यां शाखाभ्यः मतिः मत्याः मतेः स्त्रीलिङ्गपदं मतिभ्यां मतिभ्यः नदी नद्याः नदीभ्यां नदीभ्यः दैवी दैव्याः दैवीभ्यां दैवीभ्यः धेनुः धेन्वाः धेनोः धेनुभ्यां धेनुभ्यः वधूः वद्याः वद्वाः वधूभ्यां वधूभ्यः माता मातुः मातृभ्यां मातृभ्यः स्यन्दनं स्यन्दनात् स्यन्दनाभ्यां स्यन्दनेभ्यः वारि वारिणः वारिभ्यां वारिभ्यः मधु मधु मधुनः मधुभ्यां मधुभ्यः मधुः भवति खलु भगिनि प्रथम नपुंसकलिङ्गपदमस्ति अतः तत्र विसर्गः नास्ति मधु मधुनि मधूनि वारि वारिणी वारीणि रूपाणि भवन्ति स्यन्दन इति प्रातिपदिकमस्ति अकारान्तप्रातिपदिकं किन्तु वारि इकारान्तनपुंसकलिङ्गपदम् ऊकारान्तनपुंसकलिङ्गपदं मधु तत्र विसर्गः नास्ति मधु मधुनी मधूनि एवं रूपाणि भवन्ति मत्याः मतेः इत्यत्र रूपद्वयमस्ति धेन्वाः धेनोः इत्यत्रापि रूपद्वयमस्ति तस्य प्रसङ्गे अहं पठितवती तदर्थं वदन्ती अस्मि ह्रस्व इकारान्त ह्रस्व ऊकारान्त पुंलिङ्गपदानि नपुंसकलिङ्गशब्दाः घिसंज्ञकाः भवन्ति घि इति एका संज्ञा अस्ति ह्रस्व इकारान्त उकारान्त पुंलिङ्ग नपुंसकलिङ्गशब्दाः घिसंज्ञकाः भवन्ति यथा मुनि वारि एवं किन्तु ह्रस्व इकारान्त ह्रस्व उकारान्त स्त्रीलिङ्गशब्दाः अनित् प्रत्यये परे नित्यघिसंज्ञकाः भवन्ति एकविंशति सुप्रत्ययाः सन्ति खलु तेषु प्रत्ययेषु केचन प्रत्ययाः नित् प्रत्ययाः सन्ति कवर्गीय अन्तिमव्यञ्जनं ञकारः इत् संज्ञकः अस्ति कीदृशप्रत्ययाः चतुर्थी विभक्ति एकवचनप्रत्ययः ञे अस्ति पञ्चमी विभक्ति एकवचनप्रत्ययः ञसि षष्टिविभक्तिप्रत्ययः एकवचने ञस् अस्ति सप्तमी विभक्ति एकवचनप्रत्ययः अपि ञि अस्ति इत्युक्ते एते प्रत्ययाः ञित् प्रत्ययाः ह्रस्व इकारान्त ह्रस्व उकारान्त स्त्रीलिङ्गशब्दाः अञित् प्रत्यये परे नित्यघिसंज्ञकाः भवन्ति ह्रस्व इकारान्त उकारान्त स्त्रीलिङ्गशब्दाः अनित् प्रत्यये परे एव घिसंज्ञकाः भवन्ति किन्तु ञित् प्रत्यये परे किं भवति प्रातिपदिकस्य अनन्तरं ञित् प्रत्ययः अस्ति चेत् तस्य नदीसंज्ञा नास्ति चेत् घिसंज्ञा भवति ह्रस्व इकारान्त ह्रस्व उकारान्तशब्दानां नदीसंज्ञा विकल्पेन भवति एकस्मिन् पक्षे नदीसंज्ञा भवति अन्यस्मिन् पक्षे नदीसंज्ञा न भवति नदीसंज्ञा न भवति चेत् तस्मिन् सन्दर्भे तस्य शब्दस्य घिसंज्ञा भवति एतादृशानि कार्याणि सन्ति तदर्थं सूत्राणि अपि सन्ति नदीसंज्ञायाः अभावे एकं रूपं नदीसंज्ञा अस्ति चेत् अन्यद् रूपं तदर्थमेव अत्र मत्याः मतेः इति रूपद्वयं धेन्वाः धेनोः इति रूपद्वयं तत्र दत्तमस्ति ह्रस्व उकारान्त स्त्रीलिङ्गरूपेषु रूपद्वयं सिध्यति इति वार्ता अग्रे सरेम पञ्चमी विभक्तिरूपाणि लिखत रिक्तस्थानानि दत्तानि साधु भगिनी इदानीं गीताञ्जलि भगिनी भवती करोतु देशात् तत्र पञ्चमी एकवचनं देशात् देशाभ्यां देशे देशात् देशाभ्यां देशेभ्यः देशात् इत्यत्र केन सूत्रेण आत् इति रूपम् आयाति विस्मरामि भगिनि टानसि नसाम् इनात् स्याः इति सूत्रमस्ति टानसि नसाम् इनात् स्याः इति सूत्रेण पञ्चमी विभक्ति एकवचनप्रत्ययः नसि प्रत्ययस्य स्थाने आत् आदेशः भवति देश इति प्रातिपदिकम् अस्ति देश इति प्रातिपदिकस्य अनन्तरं नसि प्रत्ययं योजयामः नसि तस्य स्थाने टानसि नसाम् इनात् स्याः इति सूत्रेण आत् आदेशः भवति इति कृत्वा देशयोगः आत् इति रूपम् अस्ति सन्धिकार्यं भूत्वा देशात् इति रूपं सिद्ध्यति प्रातिपदिकं देश देशः इति पुंलिङ्गपदम् अग्रे सरतु यज्ञात् अपि समानेव यज्ञात् यज्ञाभ्यां यज्ञेभ्यः तदपि पुंलिङ्गं रामवत् यज्ञ इति प्रातिपदिकम् तदनन्तरं मुनिभ्यां दत्तं मुनेः मुनिभ्यां मुनिभ्यः इति पञ्चमी रूपाणि मुनि इति इकारान्त पुंलिङ्गं मुनि यज्ञात् इत्यत्र यज्ञप्रातिपदिकम् अस्ति अटानसि नसामिनात् स्याः सूत्रेण आत् आदेशः भवति यज्ञयोगः आत् इत्यत्र सवर्णदीर्घसन्धिः भूत्वा यज्ञात् इति रूपं सिद्ध्यति अन्ते तकारः अस्ति पदान्ते तकारः अस्ति इति कृत्वा झलां जशोन्ते इति सूत्रेण जस्त्वं भूत्वा यज्ञाद् इति रूपमपि भवितुमर्हति अवसानावस्थायाम् इदं पदमस्ति चेत् किं भवति अवसानावस्थायां यज्ञात् इति रूपम् अस्ति चेत् तत्र विकल्पेन चर्त्वं भूत्वा यज्ञात् इति एकं रूपं यज्ञाद् इति अन्यद् रूपं भवति तत्र वावसाने इति सूत्रेण विकल्पेन चर्त्वं भवति इदं पदम् अवसानावस्थायाम् अस्ति चेत् अग्रे रूपाणि वदतु मुनि मुनेः मुनिभ्यां मुनिभ्यः हरिवत् अस्ति तत्र यतेः दत्तं यति यतेः अपि पुंलिङ्गं यति इति प्रातिपदिकम् अस्ति चेत् यतेः यतिभ्यां यतिभ्यः यम् धातोः क्तिन् रूपमपि यतिः भवितुमर्हति तत्र यम् धातुः अनुनासिकान्तधातुः अस्ति तत्रापि मकारलोपः भूत्वा क्तिन् प्रत्यये परे यतिः इति रूपं भवितुमर्हति यतिः स्त्रीलिङ्गमस्ति न यति तत्त्वम् इत्युक्ते क्तिन् अस्ति चेत् अत्र तु पुंलिङ्गं न भगिनि पुंलिङ्गमेव अत्र यं नास्ति साधु भगिनि अत्र तु पुंलिङ्गपदमेव किन्तु यम् धातोः क्तिन् प्रत्ययान्तरूपमपि यतिः गम् धातुतः गतिः रम् धातुतः रतिः तथा भवितुं शक्नोति यतते मोक्षार्थम् इति यतिः यतते मोक्षाय वदतु तदेव भगिनि तदेव यतति मोक्षाय मोक्षार्थम् अतिथिः इति पदमस्ति खलु तस्य अर्थः कः इत्युक्ते अतति सातत्येन गच्छति न तिष्ठति पुनः वदतु भगिनि अतति सातत्येन गच्छति सातत्यम् इति पदम् अस्ति सुन्दरमहोदय वदतु सातत्यम् सततस्य इदं सातत्यं सततस्य भावः सातत्यं भवान् वदतु अतति सातत्येन गच्छति न तिष्ठति इति अतिथिः अतति सातत्येन गच्छति न तिष्ठति इति यतिः न इति अतिथिः वदतु न तिथिः न तितिः इत्यपि अतिथिः किल इति अहं मन्ये न तितिः एव नास्ति कुत्रापि कदापि कस्मिन्नेव कस्मिन्नपि समये प्रवर्तुं शक्यते सः कृत्वा न तिथिः अतिथिः इति. तदपि भवितुं शक्नोति. मया किं दृष्टम् इत्युक्ते अतति सातत्येन गच्छति न तिष्ठति इति अतिथिः इति. गीतांजलि भगिनी अग्रे अपि पठतु. विद्यालयेभ्यः विद्यालयः विद्यालयात् विद्यालयात् विद्यालयाभ्यां विद्यालयेभ्यः इति पुंलिङ्गम्. समस्तपदमस्ति. विग्रहवाक्यं वदतु. विद्यायाः आलयः सृष्टि तत्पुरुषसमास इति मन्ये भगिनि. उत्तमं. यथा देवालयः देवाय देवस्य देवानां देवानाम् आलयः. एवमेव अत्रापि विद्यालयः. अग्रे वदतु. स्थालिकायाः तत्र स्त्रीलिङ्गं पदं. स्थालिकायाः स्थालिकाभ्यां स्थालिकाभ्यां स्थालिकाभ्यः. स्थालिका इत्युक्ते किम्? स्थालिका इत्युक्ते प्लेट् एव, किन्तु संस्कृतभाषायां भोजनस्य पात्रम्. उत्तमम् उत्तमं. स्था धातुतः निर्मितं पदम् इति भाति. स्थातिष्ठ धातोः रूपमेव. अग्रे सरतु. वीथीभ्यां दत्तं वीथ्याः वा वीथ्याः वीथीभ्यां वीथीभ्यः इति वा भगिनि? उत्तमं. नदीशब्दवत् नदीवत् नद्याः वीथ्याः वीथीभ्यां वीथीभ्यः. स्त्रीलिङ्गं पदं दीर्घ ईकारान्त. अग्रिमं पदं अग्रिमं दैव्याः. दैव्याः इति दैवी दैवी अस्ति वा? दीर्घ ईकारान्त स्त्रीलिङ्गं पदम्. उत्तमं. दैवीशक्तिः इति वदामः खलु? हा, इत्युक्ते तद्धितस्त्रीलिङ्गं दैव्या. हा, तदेव. देवस्य इयं देवस्य इयम् इति कथनेन दैवी इति भवितुं शक्नोति. इत्युक्ते देवस्य अयम् इति कथनेन दैवं भवति. देवस्य इयं देव्या इत्युक्ते देव्याः इयम् इति मन्ये भगिनि. रूपं कथं लिखितमस्ति? दैव्याः ऐ आयाति, तत्र वृद्धि भवति. अत्र प्रातिपदिकं किम्? देवी वा? न जानामि. पञ्चमीरूपं दत्तमस्ति. प्रथमविभक्ति एकवचनरूपं किं? दैवी. तावदेव. दैवी नदी शब्दवत् नदी नद्याः. किन्तु दैवी इति कथम् इत्युक्ते देवी देव्याः सद्धित देवी पदस्य सद्धितप्रत्यय अस्ति वा? देव इति पदात् साधितम् इति भाति. ओ, कथं स्त्रीलिङ्गं भवति तदनन्तरं? स्त्रीप्रत्ययाः सन्ति खलु. नीप् नीष् डाप् अस्ति चेत् आकारः सिद्ध्यति. ओ हा, नीप् अग्रेसरी. हा, अस्तु. बीजाभ्यां तत्र बीजाभ्यां इत्युक्ते बीजात् वा? बीजात् बीजाभ्यां बीजेभ्यः वा? न जानामि. बीज बीजः इति रामवत्. अहं चिन्तयामि बीजम्. ओ अस्तु अस्तु, नपुंसकलिङ्गं. हा, बीजं सत्यं भगिनि. रूपाणि बीजं बीजे बीजानि बीजानि. हा, बीजानि बीजं बीजे बीजानि. अस्तु, तस्य अर्थः कः इति अहं दृष्टवती. विशेषेण कार्यरूपेण अपत्यतया जायते. जायते इति क्रियापदमस्ति तत्र. यथा पङ्कात् जायते पङ्कजम्, एवमेव अत्रापि भवति इति भाति. राज्यं वदतु, अग्रे वदतु. राज्यं नपुंसकलिङ्गं पञ्चमी राज्यात् राज्याभ्यां राज्येभ्यः उत्तमं राज्ञः भावः राज्यं बालस्य भावः बाल्यम् उत्तमं सेनापतेः भावः सैन्यं वा सैनापत्यं सेनापत्यं वा सैनापत्यं सैनापत्यं सेनापतेः भावः सैनापत्यं गृहपतेः भावः गार्हपत्यम् उत्तमं प्रजापतेः भावः प्रजापत्यं प्राजापत्यं राज्यं बाल्यं युवायाः भावः सैन्यं किल राज्यं बाल्यं सैन्यं सेनापत्यं गार्हपत्यं प्राजापत्यम् इमानि पदानि तद्धितप्रत्ययान्तपदानि अग्रे सरेम भगिनि करोतु वस्तुनः वस्तुभ्यां वस्तुभ्यः इति अपि नपुंसकलिङ्गमिति मन्ये ऊकारान्त वस्तु इति प्रातिपदिकम् वस्तु वस्तुनि वस्तुनि वस्तूनि अग्रे नेतृभ्यः तत्र नेत्रात् वा नेत्रं नेत्रात् प्रातिपदिकं किम् नेतृभ्यः नेत्र एव ऋकारान्त नेतृभ्यः ऋकारान्त नपुंसकलिङ्गमिति मन्ये भगिनि पुंलिङ्गं महोदय वदतु प्रातिपदिकं किं प्रथमाविभक्तिरूपाणि कानि पञ्चमीविभक्तिरूपाणि कानि वदतु नेतृशब्दः प्रातिपदिकं नेतृ एव नेतुः नेत्राभ्यां नेतृभ्यः नेतुः नेत्राभ्यां नेतृभ्यां नेतृभ्यः नेतुः नेतृभ्यां नेतृभ्यः नेता नेतारौ नेतारः नेतारं नेतारौ नेतॄन् एवं रूपाणि भवन्ति ऋकारान्त प्रातिपदिकम् अस्ति नी धातुतः तृच् योजनेन नेतृ इति रूपं सिद्ध्यति महोदय वदतु कथं साधनीयं किं तृच् प्रत्ययं वा ओके नी इति धातुः नियोगे तृच् प्रत्ययः चकारः तृच् प्रत्ययः आर्धधातुकप्रत्ययः किल आर्धधातुकप्रत्ययः इति कारणेन तृच् प्रत्ययः चकारः हलन्त्यमिति सूत्रेण इत्संज्ञा भूत्वा अपगच्छति लोपः भवति इत्संज्ञा भूत्वा लोपः भवति तृ एव अवशिष्यते एवम् आर्धधातुकसंज्ञकः इति कारणेन तृष् प्रत्ययः आर्धधातुकसंज्ञकः इति सूत्रेण सार्वधातुक आर्धधातुकयोः इति सूत्रेण इति सूत्रेण गुणः भवितुम् अर्हति तस्मात् नी इति धातुः गुणः भूत्वा ने भवति एवं सन्धि एषु अयवायवः इति सन्धि नास्ति वा सन्धि नास्ति ओके अत्र सन्धि नास्ति ओके ने योगे ओके नैन् न भवति ने योगे तृ वर्णमेलनेन नेतृ इति प्रातिपदिकं भवति नेतृ तदेव नी धातोः तृजन्तरूपमेव नेता नेता शब्दस्य रूपम् अत्र दत्तमस्ति नी धातुः इगन्तधातुः तस्मात् परं तृच् प्रत्ययः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः किन्तु कित् गित् नित् नास्ति अपि च प्रत्ययः इणित् नास्ति णित् अपि नास्ति एतेषु पञ्चसु अन्यतमः नास्ति नी धातोः परं गुणकार्यं भवितुमर्हति इगन्तधातुः अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणकार्यं भवति नी धातुः इगन्तधातुः अथवा अजन्तधातुः इति अपि वक्तुं शक्यते. धातुः अजन्तधातुः किन्तु तस्मात् परम् इणित् णित् प्रत्ययः नास्ति, कित् गित् णित् अपि नास्ति, तृच् प्रत्ययः भिन्नः, अतः अत्र गुणकार्यं भवितुम् अर्हति. नियोगः तृच् इत्यत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भूत्वा ने भवति वर्णमेलनेन नेतृ इति रूपं सिद्ध्यति. भगिनी भवती एव पठित्वा समापयतु. अस्तु भगिनि, तत्र मातृभ्यां तत् अपि तृच् प्रत्यये मातृ इति प्रातिपदिकम् अस्ति. मातुः मातृभ्यां मातृभ्यः. भगिनी तत्र नेतृभ्यः नी धातुयोगः तृच् अत्र धातु किम्? अहं चिन्तयामि माता शब्दः उणादिसूत्रेण निर्मितम् इति मम चिन्तनम् अस्ति. मातरौ मातरः, किन्तु तत्र एकं विशिष्टं सूत्रमस्ति, आप्तृ नप्तृ इति एकं सूत्रमस्ति. तस्मिन् सूत्रे माता शब्दः नास्ति, पिता शब्दः अपि नास्ति. माता पिता भ्राता इमानि पदानि तस्मिन् न सन्ति इति कृत्वा अत्र दीर्घत्वं न भवति. किन्तु स्वसा स्वसारौ स्वसारः एवं भवति. नेता अस्ति चेदपि नेता नेतारौ नेतारः एवं रूपाणि भवन्ति. माता पिता भ्राता एतेषु सर्वनामस्थानसंज्ञकप्रत्यये परे दीर्घत्वं नास्ति. तदर्थमेव जामाता अपि दुहिता अपि जामाता अपि दुहिता द्रौपदा दीर्घ न भवति. उत्तमं. जामाता प्रसङ्गे किञ्चित् वदति वा? तत्र उणादिप्रत्ययः अस्ति तृच् तृन् इति. तेषु उणादिप्रत्ययस्य कारणेन तत्र तृजन्तरूपाणि सिद्ध्यन्ति. तेषु केवलं नप्तृ नेष्टृ त्वष्टृ क्षत्रु होतृ पोतृ प्रशास्तृ एतेषां कृते एव उपधायाः दीर्घः भवति. शेषाः ये जामातृ अस्ति, मातृ अस्ति, पितृ अस्ति, दुहितृ अस्ति, अपि च देर् आर् सम् मोर्, तेषां कृते तु उपधायाः दीर्घः न भवति. इत्यस्य कृते तत् सूत्रमस्ति अप्तृन् तृच् स्वस्तृ नप्तृ नेष्टृ त्वष्टृ क्षत्रु होतृ पोतृ प्रशास्तॄणाम् इति. तस्य उपधा दीर्घः भवति. जामातृ इति वन् आफ् देम्, जामातृ इति उणादिप्रत्ययस्य कारणेन सिद्ध्यति. परन्तु तत्तु एतत् सूत्रे नास्ति, तस्य उल्लेखः नास्ति, अतः तस्य उपधा दीर्घः न भवति इति तत् सूत्रं वदति. उत्तमं. भगिन्या यत् सूत्रम् उक्तम् अस्ति तस्मिन् सूत्रे कानिचन प्रातिपदिकानि सन्ति, तेषां प्रसङ्गे एव दीर्घत्वं भवति. तेषु प्रातिपदिकेषु माता पिता भ्राता दुहिता जामाता इमानि पदानि न सन्ति इति कृत्वा सर्वनामस्थानसंज्ञकप्रत्ययेषु परेषु एतेषु शब्देषु दीर्घत्वं न भवति. अग्रे सरेम. गीताञ्जलि भगिनी करोतु. तत्र सूक्तेः दत्तं सुक्ति इति प्रातिपदिकं स्त्रीलिङ्गं पदं. मतिवत् इति मन्ये भगिनी सूक्तेः, अपि च सुक्त्याः वा सुक्त्याः सुक्तेः यथा मति सुक्तिभ्यां सुक्तिभ्यः. उत्तमम्. उपसर्गः कः? सु इति उपसर्ग वा? सु उपसर्गः अस्ति, उक्तिः इति पदम् अस्ति. उक्तिः इति पदं कथं साधनीयं? वच् धातुतः. वच् धातु, हा वच् धातुतः. क्तिन् प्रत्ययः, वच् योगः क्तिन् उक्ति. तत्र सम्प्रसारणं भवति, वच् उच् भवति. सम्प्रसारणकार्येण तत्र वकारस्य स्थाने उकारः आयाति. सम्प्रसारणं कार्यं यण्सन्धेः विपरीतं कार्यम्. अत्र वकारः अस्ति, वकारस्य स्थाने उकारः आयाति, वच् उच् भवति. पश्चात् क्तिन् इत्यत्र ति शिष्यते, उच् योगः ति इति रूपम् अस्ति. तत्र चोहुकुः इति सूत्रेण चकारस्य स्थाने ककारः, तेन उक्ति इति रूपं भवति. सुयोगः उक्ति, सूक्ति इति भवति. सवर्णदीर्घसन्धिः अस्ति. वच् धातोः प्रसङ्गे उक्तिः, उक्तम्, उक्तवान् इत्यादीनि रूपाणि भवन्ति. सूक्तिः भिन्नं पदं, सूक्तं भिन्नं पदं, भेदः अस्ति खलु? सूक्तं नपुंसकलिङ्गं वा? सूक्तम् इत्यत्र प्रत्ययः कः? अम्मादेशः. तत्र सूक्तम् इत्यत्र कथाप्रत्ययः अस्ति, कथाप्रत्ययः. नपुंसकलिङ्गं सूक्तं कथाप्रत्यय कृदन्तं वा सूक्तम्? उत्तमं. सूक्तम् इत्यत्र कथाप्रत्ययः अस्ति. सुष्ठु उक्तम् इति भवितुं शक्नोति अथवा शोभनम् इति अपि भवितुमर्हति. सूक्तम् इति भिन्नं पदं, सूक्तिः इति सुष्ठु कथनम्. तत्र लिट् प्रत्ययः अस्ति वा भगिनि नपुंसकलिङ्गे? न, वच् धातोः रूपं ल्युडन्तरूपं वचनं. अस्तु अस्तु, ओ गोट् इट्, क्षम्यतां, समयः जातः. सूक्तम् इति पदं बहुत्र श्रूयते खलु, किन्तु तदर्थमपि एकं सूत्रमस्ति. क्तान्तरूपाणि नपुंसकलिङ्गे भवन्ति चेत् तत्र विशिष्टविषयः अपि अस्ति. सूर्यकुमारी भगिनी वदतु, भावार्थे क्तान्तरूपाणि नपुंसकलिङ्गे भवन्ति चेत् वदतु. एकवचनमेव भवति. तत्र एकं वैशिष्ट्यमस्ति, कृतान्तरूपेषु नपुंसकलिङ्गपदानां प्रसङ्गे सूत्रम् एकम् उक्तमस्ति. यथा गीतं सूक्तम् इत्यत्र वच् धातोः प्रसङ्गे उक्तिः, उक्तवान्, उक्तम् इत्यादीनि रूपाणि भवन्ति. पच् धातुः अस्ति चेत् किं भवति भगिनी वदतु? पक्वान्. उत्तमं, पक्वा इति रूपं भवति. पक्वं, पक्ववान् एवं रूपाणि भवन्ति. तत्र सूत्रमस्ति पचोवः, पचोवः इति सूत्रेण पच् धातोः कृतान्तरूपं पक्व इति भवति. कथावत् रूपं पक्ववान्, पुंलिङ्गरूपं पक्ववान्, पक्ववत् प्रातिपदिकम् अस्ति. अग्रे सरेम. इदानीं शुभदा भगिनी भवती करोतु, अग्रे किं लिखितं? बुद्धेः तत्त्व वदतु. बुद्धिः इति इकारान्त प्रातिपदिकं, बुद्धिः इति स्त्रीलिङ्गरूपं. तत्र बुद्धेः इति तस्य पञ्चमी एकवचनं रूपं, बुद्धेः बुद्धिभ्यां बुद्धिभ्यः इति तस्य पञ्चमी विभक्तेः रूपाणि. बुद्धेः इति बुधयोगः क्तप्रत्ययः अस्ति इति मन्ये. क्तिन् अस्ति. क्षम्यतां, क्तिन् अस्ति, बुधयोगः क्तिन्. तत्र बुधयोगः ति, तदनन्तरं कानिचन सन्धिकार्याणि सन्ति. झषस्ततोर्धोधः, झषस्ततोर्धोधः, अपि च झलां झषन्ति इत्यनेन, नो नो, झलां झष् झषि इत्यनेन धकार, बुध् इत्यस्य धकारस्य दकारः भवति. बुध् अपि च ति इत्यस्य धी इति भवति, अतः बुद्धिः इति वर्णमेलनेन सा सिद्ध्यति. बुद्धिः इति घी सम्यक्, परन्तु तस्य पुल्लिङ्गरूपाणि अहं जानामि, स्त्रीलिङ्गरूपाणि अहं न जानामि. कानि सूत्राणि तत्र आयाति अहं न जानामि. अतः बुद्धेः इति तस्य पुल्लिङ्ग पञ्चमी एकवचनान्तरूपम्. अग्रिमं करोमि वा? करोतु. संस्कृतिः इति एकवचनं, संस्कृतिः इति इकारान्त ह्रस्व इकारान्त स्त्रीलिङ्गरूपं, तस्य अपि संस्कृतेः इति पञ्चमी एकवचनान्तरूपं भवति. संस्कृतेः, संस्कृतिभ्यां, संस्कृतिभ्यः इति पञ्चमी विभक्तेः रूपाणि. संस्कृति इति सम् उपसर्गपूर्वकः, सम् उपसर्गपूर्वतः पूर्वकः क्रू धातुः. तस्य तत्र सूत्राणि आगच्छति. उपरितनं पदमस्ति खलु बुद्धिः इति पदं, स्त्रीलिङ्गपदमेव. ह्रस्व इकारान्तपदमस्ति इति कारणतः तत्र विकल्पेन नदीसंज्ञा भूत्वा तत्र रूपद्वयं सिद्ध्यति. बुद्धेः इति एकं रूपं, बुद्ध्याः इति रूपमपि भवति इति मन्ये. किमर्थं चेत् स्त्रीलिङ्गपदमस्ति, ह्रस्व इकारान्त, ह्रस्व उकारान्त स्त्रीलिङ्गपदेषु विकल्पेन नदीसंज्ञा भवति इति कृत्वा रूपद्वयं, झषस्तथोर्धोधः अपि च झलां झषि सूत्रद्वयेन बुद्ध धातुतः क्तिन् प्रत्ययस्य योजनेन बुद्धिः. संस्कृतिः इति स्त्रीलिङ्गपदम् अस्ति, सम् उपसर्गपूर्वकः क्रू धातुतः क्तिन् योजनेन कृति इति रूपं भवति, किन्तु तत्र विशिष्टसूत्रेण सुट् आगमः भवति इति कृत्वा संस्कृतिः तत्र सकारः आयाति, सुट् आगमः भवति। अपि च घीसंज्ञकरूपाणि सूत्रमहं वदामि वा? वदतु। इति घीसंज्ञकरूपं यदा भवति तदा बुद्धिः योगः नसि इति प्रत्ययः पञ्चमी विभक्ति एकवचनविवक्षायां, तत्र नसि इत्यस्मात् अस् इति अवशिष्यते। अस् इति तत्र घीसंज्ञकः अस्ति चेत् घेर्ङिति इति सूत्रेण तत्र अङ्गस्य गुणः भवति, अतः बुद्धे इति भवति, बुद्धे योगः अस्। तदनन्तरं नसि नसोश्च इति एकं सूत्रमस्ति, तेन सूत्रेण पूर्वरूपम् एकादेशः भवति, अतः बुद्धे योगः अस् तत्र पूर्वरूपं भूत्वा बुद्धेस् इति भवति। तदनन्तरं ससजुषुः ऋत्वविसर्गो करवसानयोर्विसर्जनीयः ताभ्यां तेभ्यां सूत्राभ्यां बुद्धेः इति रूपं घीसंज्ञकरूपं, नदीसंज्ञक तु अहं न जानामि। उत्तम। बुद्धेः इति भगिनी उक्तवती खलु, तत्र एचोयवायावः इति सन्धिसूत्रं कार्यं न करोति, तत्र आदौ गुणकार्यं भवति। बुद्धि इत्यत्र इकारस्य गुणकार्यं भूत्वा विशिष्टसूत्रेण गुणकार्यं भूत्वा एकारः भवति। तत्र एकार अकारयोः नसि प्रत्ययस्य अनुबन्धलोपे सति तत्र एकार अकारयोः मध्ये यान्तवान्तादेशसन्धिः न भवति। भगिनी वदतु। एचोयवायावः इत्यनेन बुद्धे योगः अत्र बुद्धय इति भवितुम् अर्हति, परन्तु तत् न भवति, तं प्रभाद्य नसिंहसोश्च इति सूत्रेण पूर्वरूपम् एकादेशः भवति। पूर्वरूपम् इत्युक्ते बुद्धे इत्यस्य एकारः, एकादेशः भवति इति तत्र आशयः। अतः बुद्धे अस् इति स्थितौ बुद्धेस् इति भवति, अस् इत्यस्य अकारः तस्य मेलनं भवति ए इत्यस्मात् इत्यस्मिन्, अतः बुद्धेस् इति भवति। तदनन्तरं सकारः पदान्तसकारः अस्ति इति कृत्वा ससजुषुरुः खरवसानयोर्विसर्जनीयः इति सूत्राभ्यां बुद्धेः इति तत्र विसर्गः आयाति, एचोयवायवः न भवति इति। उत्तमम्। अत्र घिसंज्ञा अस्ति चेत् इदं कार्यं भवति, यदा तस्य नदीसंज्ञा न भवति तदा एव घिसंज्ञा भवति, नदीसंज्ञायाः अभावे इदं कार्यं भवति, बुद्धेः इति रूपं सिद्ध्यति। नदीसंज्ञा अस्ति चेत् तत्र बुद्ध्याः इति रूपमपि सिद्ध्यति, तदर्थमपि भिन्नसूत्राणि सन्ति। नदीसंज्ञा भवति चेत् किं भवति वक्तुमिच्छति वा? बुद्धिः तु स्त्रीलिङ्गे अस्ति खलु भगिनि? स्त्रीलिङ्गे अस्ति चेत् तत्र आङ्गो न स्त्रियाम् एण्ड् अच्छघेः न, देट् इस् फर् सप्तमी अच्छघेः इति सप्तमी विभक्तिरूपम्। आङ्गो न स्त्रियां विस्मरामि भगिनि, क्षम्यतां। चिन्ता मास्तु। अन्यानि सूत्राणि सन्ति तत्र चतुर्थी विभक्तिरूपेषु अपि, मतिः अस्ति चेत् तत्र मतये इति एकं रूपम् अस्ति, मत्यै इति अन्यद् रूपम् अस्ति। इत्युक्ते ह्रस्व इकारान्त ह्रस्व उकारान्त स्त्रीलिङ्गरूपेषु विशिष्टानि कार्याणि सन्ति इत्यतः तत्र विकल्पेन रूपद्वयं, चतुर्थी विभक्तिरूपमपि तत्र रूपद्वयम् अस्ति, पञ्चमी विभक्त्यामपि एवमेव रूपद्वयं सिद्ध्यति। अग्रे सरेम। इदानीं रोहिणी भगिनी भवती करोतु। अपि च एकः विषयः भगिनी, ह्यः एव पठितवती, नीलेश बोडस् महोदयस्य वर्गः आसीत्, तत्र सः उक्तवान् देवयोगः आलयः अत्र सवर्णदीर्घसन्धिः न भवति, तत्र पररूपं भूत्वा आङ्गो क्षम्यताम् ओमाङ्गोश्च इति सूत्रं कार्यं करोति इति सः उक्तवान्। आलयः इति आ इति आम् इति उपसर्गः अस्ति, ली इति धातुः अस्ति, तत्र घ इति प्रत्ययः अस्ति, एते सर्वे मिलित्वा आलयः इति रूपम्, अत्र आम् इति प्रत्ययः अस्ति इति कृत्वा तत्र ओमाङ्गोश्च इत्यनेन पररूपं भवति, अतः देवयोगः आलयः अत्र पररूपम् आ इति अस्ति, तत्र देवालयः भवति, परन्तु यूजुवलि सर्वदा तु अकस्सवर्णे दीर्घः इति सर्वे वदन्ति, परन्तु तत्तु सत्यं नास्ति इति सः उक्तवान् यः. ओ उत्तमं, धन्यवादः भगिनी. अग्रे सरेम रोहिणी भगिनी भवती करोतु. महाभारतयुद्धार्थं कस्मात् राज्यात् कः आगतवान् इति जानीत यथोदाहरणं वाक्यानि च वदत. महाभारतयुद्धार्थं महाभारतयुद्धस्य अर्थे इत्यर्थः कस्मात् राज्यात् किं शब्दस्य पञ्चमीविभक्ति एकवचनरूपं कस्मात् राज्यशब्दस्य पञ्चमीविभक्ति एकवचनं राज्यात् राज्यम् इति नपुंसकशब्दम् इति चिन्तयामि. कः आगतवान् इति जानीत इति धातोः मध्यमपुरुष बहुवचनरूपं जानीत लोट्लकारः. यदा उदाहरणं यदोदाहरणं वाक्यानि च वदतः वच् धातोः मध्यमपुरुष लोट्लकार बहुवचनरूपं वदत. यथोदाहरणम् इत्यत्र अव्ययीभावसमासः अस्ति खलु. उदाहरणं विराटराजः मत्स्यदेशः. विराटराजः मत्स्यदेशात् आगतवान्. सात्विकीः द्वारका. सात्विकीः द्वारकायाः आगतवान्. भगदत्तः प्राग्ज्योतिषं. भगदत्तः प्राग्ज्योतिषात् आगतवान्. द्रुपदः पाञ्चालदेशः. द्रुपदः पाञ्चालदेशात् आगतवान्. कर्णः अङ्गदेशः. कर्णः अङ्गदेशात् आगतवान्. बृहद्रथः कोसलं. बृहद्रथः अत्र बृहद्रथः इति पदमस्ति खलु, समस्तपदं खलु, तत्र विग्रहवाक्यं कथं भवति? बृहद्रथं यस्य सः बृहद्रथः इति बहुव्रीहि समासः भवति इति चिन्तयामि. बृहान् रथः, तत्र रथः इति पुंलिङ्गपदमस्ति इति कारणतः बृहान् रथः यस्य सः बृहद्रथः. अग्रे सरतु. बृहद्रथः कौशलात् आगतवान्. श्रुतायुधः कलिङ्गः. श्रुतायुधः बृहक्षत्रः इति एकं पदमस्ति किल, तदपि तादृशमेव किल केकेयम्. अग्रे आयास्यति भगिनी वदतु. श्रुतायुधः कलिङ्गः. श्रुतायुधः कलिङ्गात् आगतवान्. जयत्सेनः मगधः. जयत्सेनः मगधात् आगतवान्. शल्यः मद्रदेशः. शल्यः मद्रदेशात् आगतवान्. सुदक्षिणः काम्बोजदेशः. सुदक्षिणः काम्बोजदेशात् आगतवान्. नीलः माहिष्मती. नीलः माहिष्मत्याः आगतवान्. माहिष्मतेः इति अपि भवति इति चिन्तयामि. माहिष्मती इति नदीशब्दवत् रूपम् अस्ति, ह्रस्व इकारान्तस्त्रीलिङ्गरूपेषु एव रूपद्वयं सिध्यति. माहिष्मती अवन्ती इति पदद्वयं नदीशब्दवत् दीर्घ ईकारान्तस्त्रीलिङ्गपदमस्ति इत्यतः एकमेव रूपं वदतु. नीलः माहिष्मत्याः आगतवान्. भीष्मः हस्तिनपुरम्. भीष्मः हस्तिनपुरात् आगतवान्. हस्तिनापुरम् इति शृणुमः, किन्तु अत्र हास्तिनपुरम् इति लिखितमस्ति. भवती वक्तुमिच्छति वा किमर्थं तथा? न जानामि. प्रतिशान्तपदम्. हस्तिनामकः एकः नृपः आसीत्. हस्तिनामकः नृपः आसीत्, तेन निर्मितं पुरम् इति भाति. हस्तिशब्दात् हास्तिन इति रूपं तद्धितान्तं रूपम् इति भाति. हस्तिनापुरम् इति लोके तस्य व्यवहारः अस्ति, किन्तु अत्र पुस्तके हास्तिनपुरम् इति लिखितम् अस्ति. हस्तिनामकः राजा आसीत् पूर्वम्. अग्रे करोतु. दृष्टकेतुः चेदिदेशः. दृष्टकेतुः चेदिदेशात् आगतवान्. विन्दः अवन्ती. विन्दः अवन्द्याः आगतवान्. पाण्डवाः इन्द्रप्रस्थं पाण्डवाः इन्द्रप्रस्थात् आगतवन्तः. शकुनिः गान्धारं शकुनिः गान्धारात् आगतवान्. बृहत्क्षत्रः केकयं बृहत्क्षत्रः केकयात् आगतवान्. जयद्रथः सिन्धुदेशः जयद्रथः सिन्धुदेशात् आगतवान्. उत्तमं साधु भगिनि. बृहद्रथः श्रुतायुधः दृष्टकेतुः जयद्रथः बृहत्क्षत्रः इत्यादिषु पदेषु बहुव्रीहिसमासः अस्ति इति अहं चिन्तयामि. किञ्चित् पठित्वा समापयाम. सुन्दर महोदय भवान् पठतु अग्रे. एतासु का कुतः आगता इति वदत. गान्धारी गान्धारम् गान्धारी गान्धारात् आगता आगता अथवा आगतवती आगतवती. ओके उलूपि ओके अम्बा अम्बा काशी इति लिखित अम्बा काश्याः आगतवती. काशी इति दीर्घ ईकारान्तपदमस्ति इति कारणतः एकमेव रूपं सिद्ध्यति. काश्याः आगता अथवा काश्याः अम्बा आगतवती. वदतु. कुन्ती कुन्ती काम्बोजं कुन्ती कुन्ती काम्बोजात् आगतवती. या आगतम् आगतं कुन्ती काम्भोजात् आगता इति वदामश्चेत् तत्र आगता कुन्तीद्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. गान्धारात् काश्याः काम्भोजात् इत्यादिषु तस्मिन् स्थाने गान्धारतः काशीतः काम्भोजतः इति अपि वक्तुं शक्यते. अग्रे करोतु. उलूपि उलूपि नागक्षेत्रम् उलूपि नागक्षेत्रतः आगतवती. नागक्षेत्रात् आगतवती. उत्तमं. नपुंसकलिङ्गपदेषु पुंलिङ्गपदेषु रूपसाम्यं दृश्यते, सादृश्यमस्ति, किन्तु स्त्रीलिङ्गरूपेषु तत्र भिन्नरूपं दृश्यते. गान्धारं काम्भोजं नागक्षेत्रं कुण्डिननगरम् इमानि पदानि नपुंसकलिङ्गपदानि. किन्तु पाञ्चालः मद्रदेशः इति पुंलिङ्गपदद्वयमस्ति, किन्तु तृतीया आरभ्य सप्तमीपर्यन्तं तत्र भेदः नास्ति. वदतु. द्रौपदी पाञ्चालात् आगतवती अथवा आगता अथवा पाञ्चालतः आगता. अग्रे. माद्री माद्री मद्रदेशात् आगता माद्री मद्रदेशात् आगतवती माद्री मद्रदेशतः आगतवती. अत्र माद्री इति पदमपि तद्धितान्तं पदम् इति भाति. माद्र्याः माद्रस्य अपत्यं स्त्री माद्रस्य अपत्यं स्त्री माद्री माद्रदेशात् आगतवती किल. माद्रदेशस्य अरसः सारी माद्रदेशस्य राजा माद्रः भवितुम् अर्हति किल. माद्रस्य मद्र इति प्रातिपदिकं स्वीकृत्य माद्री इति रूपं साधितम्. अग्रे करोतु. रुक्मिणी कुण्डिनपुरं रुक्मिणी कुण्डिनपुरात् आगतवती. रुक्मिणी कुण्डिनपुरात् कुण्डिननगरात् आगता. रुक्मिणी कुण्डिननगरतः आगतवती. उत्तमम्. अग्रे बहु उत्तमः अभ्यासः अस्ति. बहु सुन्दराणि वाक्यानि दत्तानि. सुजाता भगिनी भवती करोतु चतुर्थः अभ्यासः. अत्र विनाशमार्गः दर्शितः अस्ति. गीताश्लोकौ परिशील्य यदोदाहरण वाक्यानि वदत. द्वितीय अध्याये श्लोकम् अस्ति. द्वितीय अध्याये द्विषष्टितमः श्लोकः त्रिषष्टितमः श्लोकः यदा विषयज्ञानात् सङ्गः जायते सङ्गः जायते भवती श्रोतुमिच्छति वा रोहिणी भगिनी भवती वदतु अत्र विनाशमार्गं दर्शितः अस्ति गीताश्लोकौ परिशील्य द्वितीयाध्याये त्रिषष्टितमं सूत्र श्लोकाः यदोदाहरणं वाक्यानि लिखत उदाहरणं विषयध्यानात् सङ्गः जायते विषयध्यानं सङ्गः विषयध्यानात् सङ्गात् कामः सङ्गात् कामः जायते कामात् क्रोधः जायते क्रोधात् सम्मोहः जायते सम्मोहात् स्मृतिविभ्रमः जायते स्मृतिविभ्रमात् बुद्धिनाशः जायते बुद्धिनाशात् प्रणाशः जायते इति सूत्ररूपेण दत्तम् भवती जानाति खलु सङ्गात् जायते श्लोकं विस्मृतमधी तत्र श्लोकः अस्ति ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धिनाशात् प्रणश्यति इति श्लोकद्वयमस्ति विषयध्यानात् सङ्गः जायते सङ्गात् कामः जायते कामात् क्रोधः जायते क्रोधात् सम्मोहः जायते सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धिनाशात् प्रणश्यति इति बहु उत्तमरीत्या अत्र दत्तमस्ति कोऽपि वक्तुमिच्छति वा अस्य प्रसङ्गे सुन्दरमहोदय भवान् वक्तुमिच्छति वा दर्शितः रूपं साधयतु दर्शितः वा दृश्य दृश्य धातुः दृश्य इति धातोः इक्तप्रत्ययः विहितः इक्त इति प्रत्ययः कित् प्रत्ययः कित् प्रत्ययः आर्धधातुकप्रत्ययः इति कारणेन आर्धधातुकप्रत्ययः इति कारणेन आर्धधातुकं शेषः इति सूत्रं भवति एवम् सार्वधातुक आर्धधातुकयोः इति सूत्रेण तत्र गुणः भवितुम् अर्हति भ्रमः मास्तु अहं वदामि न रूपमस्ति अणिजन्तरूपम् अणिजन्तरूपमस्ति दृश् धातोः अणिजन्तरूपमस्ति चेत् दृष्टः दृष्टवान् एवं रूपाणि भवन्ति अत्र णिच् प्रत्ययः आदौ एव योजितः णिच् प्रत्ययस्य योजनेन दृश् धातुतः णिच् योजनेन गुणकार्यं भूत्वा दर्श् भवति तत्र वर्णमेलनेन दर्शि इति नूतनधातोः रूपं सिद्ध्यति दर्शि इति नूतनधातुतः दर्शयति इति लटीरूपं सिद्ध्यति किन्तु अत्र दर्शितः इति अन्तरूपं दत्तमस्ति दर्शि इति नूतनधातुः अस्ति विषयध्यानं तत्र ध्यानम् इति नपुंसकलिङ्गपदमस्ति ध्यै धातोः रूपमेव ध्यानं ल्युडन्तरूपं विषयध्यानम् इति नपुंसकलिङ्गपदमस्ति ध्यै इत्यस्य रूपं ध्यायति इति लटिरूपम् अस्ति ल्युडन्तरूपं ध्यानम् अस्ति अग्रिमं पदं सङ्गः इति तञ्ज् धातोः रूपमेव सङ्गः कमु इति एकः धातुः अस्ति कमु धातोः रूपमेव कामः क्रुद् धातोः रूपमेव क्रोधः मुह् धातोः रूपमेव मोहः स्मृ धातुतः क्तिन् योजनेन स्मृतिः इति रूपं भवति बुद्ध धातोः रूपमेव बुद्धिः नश् धातोः रूपमेव नाशः प्रा उपसर्गपूर्वकः नश् धातुतः प्रणाशः इति रूपं किल घञ् नश् धातोः भेदः कः श्ञञ् प्रत्ययः तद्धित् प्रत्ययः घञ् प्रत्ययः कृत् प्रत्ययः तयोर्मध्ये भेदः कः इत्युक्ते कृत् प्रत्ययाः धातुभ्यः विधीयन्ते किन्तु तद्धितप्रत्ययाः प्रातिपदिकेभ्यः भवन्ति उत्तमं वयं सर्वे मिलित्वा चिन्तनं कृतवन्तः कालातीतः अभवत् आगामिनि सप्ताहे अग्रिमान् अभ्यासान् चर्चयिष्यामः सर्वेषां धन्यवादः धन्यवादः धन्यवादः भगिनी धन्यवादः धन्यवादः भगिनी धन्यवादः भगिनी